अस्तु तर्हि अस्माकं वस्तुतः कः पाठः तत्र तव्यत् अनियर् इति पाठः परिसमाप्तः वस्तुतः. तत्र अन्तिमपुटे सप्तपञ्चाशत् अधिकशततमे पुटे भगवद्गीता घटिताः तिस्रः श्लोकाः सन्ति. तेषां किञ्चित् परिशीलनं कृत्वा अग्रे गच्छेम. ततः अग्रे नूतनविषयः भविष्यति शत्रप्रत्ययः, शत्रान्त रूपाणि इति. तर्हि अत्र प्रथमं श्लोकं अस्तु भगिनि, प्रथमं श्लोकं तत्र सञ्जीवमहोदय पठति वा? प्रथमश्लोकः. न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन, नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि. अस्तु, यावत् अवगच्छति तत् तत् किञ्चित् तत्सम्बन्धे किञ्चित् वदति वा? अतः अत्र कृष्णः वदति, पार्थ, मम न अस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन. त्रिषु लोकेषु, अस्मिन् लोके किञ्चन, मम किञ्चनापि कर्तव्यं करणीयं नास्ति इति. नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि. एतत् न अवगच्छामि. हा अस्तु अस्तु अस्तु. तर्हि अत्र प्रथमतया वदामि, अत्र वाक्यं नाम यत्र यत्र प्रथमतया तत्र क्रियापदं किमस्ति महोदय अस्मिन्? अस्ति, प्रथमवाक्ये अस्ति अति. द्वितीयचरणे काय वर्त हा हा हा इति अस्ति, अत्र वर्ते इति वस्तुतः वर्ते एव वर्ते, अहं वर्ते. अस्तु, अन्ये के के सन्ति? नमस्कारः महोदय, अखिला अस्मि, क्षम्यताम्. नास्ति चिन्ता भगिनि, अन्य कोऽपि अस्ति वा? अस्तु, तर्हि सप्तपञ्चाशत् अधिकशततमे पुटे तिस्रः क्षम्यतां त्रयः श्लोकाः सन्ति, तत्र प्रथमश्लोकः प्रवर्तमानः अस्ति. अस्तु, सुब्रह्मण्यं महोदय, तत्र किञ्चित् द्वितीयां पङ्क्तिम् अवगच्छति वा? किञ्चित् वदति वा अथवा वदानि? प्रयत्नं करोमि महोदय. अत्र नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि अस्ति अत्र. अत्र न अनवाप्तम् अवाप्तव्यम् अस्ति. अवाप्तव्यम् इत्युक्ते अत्र प्राप्तव्यम् अथवा ज्ञातव्यम्. अवाप्तव्यम् इत्युक्ते तस्य विपरीत अर्थः. द्वयोः अपि तेषां कृते किमपि नास्ति इति, यत् प्राप्तव्यं या ज्ञातव्यम्, अज्ञातव्यं वा प्राप्तव्यं वा किञ्चिदपि नास्ति इति. यद्यपि सः कर्मणि एव वर्तते, इत्युक्ते सः कर्म करोति, यद्यपि तेषां कृते किमपि प्राप्तव्यं वा ज्ञातव्यं वा नास्ति, न अज्ञातव्यं वा न अप्राप्तं या अपि नास्ति इति तस्य अर्थः इति. हा, समीचीनं, बहु सम्यक्तया बुद्धं. हा, अत्र नानवाप्तम् अत्र धातुः अस्ति आप्, यथा आप्नोति प्राप्नोति, उभयत्र आप् इति धातुः अस्ति, इत्येव धातुः. यथा महोदयेन उक्तं, तत्र आप्नोति प्राप्नोति, तादृशः अर्थः अस्ति. अ उपसर्गपूर्वकः न तत्र प्रथमतया न अनवाप्तम् इति अस्ति. तत्र अव इति उपसर्गपूर्वकम् अस्ति, अवाप्तव्यम् अवाप्तं. तत्र अर्थः अस्ति यत् अनवाप्तं प्रथमतया अक्तान्तरूपमस्ति, न अनवाप्तं न इष्टं न इष्टं न च प्राप्तव्यम्. अस्मिन् लोके कृष्णः वदति यत् किमपि न अपेक्षितं मम, किमपि न अपेक्षितं, तथापि नित्यं कर्मणि निमग्नः भवामि इति तत्र अर्थः अस्ति. आहत्य वाक्यं भवति पार्थ, त्रिषु लोकेषु मे नाम मम किञ्चन कर्तव्यं नास्ति, अवाप्तं नाम प्राप्तुं किमपि अपि नास्ति, नाम इष्टं, क्षम्यतां, तत्र अनवाप्तमिति इष्टम्, अनवाप्तम् अवाप्तव्यं च नास्ति. तथापि कर्मणि एव वर्ते इति अर्थः अस्ति. तव्यदन्तरूपमस्ति किम् अत्र? अपि च कर्तव्यं पुनः वदामि, पार्थ, त्रिषु लोकेषु मे किञ्चन कर्तव्यं नास्ति, अनवाप्तम् अवाप्तव्यं च नास्ति, तथापि कर्मणि एव वर्ते. अत्र तथापि इति योजितमस्ति, तत्र शब्दः नास्ति किन्तु तादृश अर्थः अस्ति, तथापि कर्मणि एव वर्ते. सम्यक् न सम्यक् न जानामि अर्थम्, एकवारं पुष्पा भगिनी इति वा? प्रायः अन्ये सर्वे अवगतवन्तः, अन्य अपरस्य कस्य प्रश्नः अस्ति वा? तत्र तस्य अर्थः बहुत्र लभ्यते, सर्वत्र लभ्यते. अस्तु वदामि, अत्र कृष्ण शृणोतु तावत्. कृष्णः वदति यत् अस्मिन् लोके मम कापि आवश्यकता नास्ति, नाम किमपि नास्ति यत् यस्य कृते मम आवश्यकता अस्ति, कर्तव्यमपि नास्ति, तत्र आप्तव्यमपि नास्ति, किमपि नास्ति, तथापि कर्मणि नित्यं निमग्नः तिष्ठामि इति अर्थः. द्वितीयम् अखिला भगिनी तत्र पठति वा? कर्मणो हि कर्मणोऽपि बोद्धव्यं बोद्धव्यं च विकर्मणः, अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः. इत्युक्ते कर्मणः हि अपि बोद्धव्यम् इत्युक्ते यः कर्म अस्माभिः करणीयमस्ति तस्मिन् विषये सम्यक् ज्ञातव्यम् इत्युक्ते कर्मशब्दस्य लिङ्गं नपुंसकलिङ्गम् अस्ति महोदय. तर्हि पुनः वदतु, यः कर्म इति यत्कर्म अस्माभिः कर्तव्यम् अस्ति तस्मिन् विषये सम्यक्तया ज्ञानम् आवश्यकं. यत् विकर्मणः इत्युक्ते यत्कर्म न करणीयम् अस्ति तस्मिन् विषये अपि सम्यक्तया ज्ञानम् आवश्यकम्. अकर्मणः इत्युक्ते तत्र यत्कर्म न करणीयमिति न, परन्तु कर्म अकृत्वा इत्युक्ते तत्र कर्म अकृ कर्म अकृत्वा यथा भवितव्यम् इत्यपि ज्ञानम् आवश्यकं भवितव्यमिति मास्तु अस्तु यत् कर्म कर्म अकृत्वा कर्मशून्यं हा कर्मशून्यं कृत्वा कर्मशून्यं यथा एकक्षणं महोदय कर्मशून्यं यदस्ति तस्मिन् विषये अपि ज्ञानम् आवश्यकं किमर्थम् इत्युक्ते कर्मणः गतिः इत्युक्ते कर्म यदस्ति तस्य विषयं बहु जाटिल्यम् अस्ति इति गहना इत्युक्ते तत्र जाटिल्यम् इति अर्थः तर्हि तत्र बहु जाटिल्यम् अस्ति इति कारणात् तस्मिन् विषये सम्यक्तया ज्ञानम् अपेक्षते इति बहु समीचीनमस्ति तावदेव अस्ति अत्र तव्य इति बोद्धव्यं त्रिवारम् आगतमस्ति अत्र कर्मणो हि अपि अत्र कर्मणो इति अस्ति का विभक्तिः कर्मणः इति तत्र षष्टिविभक्तिः स्यात् महोदय इति अस्ति महोदय विकर्मणः अर्थं किं विकर्मणः भगिनी उक्तवती न श्रुतवती वा पुष्पभगिनी तर्हि सा किम् उक्तवती सा अस्ति एव स्पष्टतया उक्तवती तथापि द्विवारं प्रथमं श्लोकं भवती पृष्टवती पुनः तदेव नाम शृणोतु तावत् अखिल भगिनी पुनः वदतु विकर्मणः इत्युक्ते यत् कर्म न करणीयमस्ति इत्युक्ते यद् कर्म निषिद्धमस्ति न करणीयमस्ति तस्य प्रसङ्गे अपि ज्ञातव्यमस्ति शृणोतु अस्माकं वर्गः प्रवर्तमानः अस्ति सम्यक् अत्र अस्मि अत्र अत्र अत्रैव भवतु समीचीनम् अग्रे गच्छेम तर्हि अस्तु मीना भगिनी अग्रे पठति वा आं महोदय ज्ञानं तेहं सर्वविज्ञानमिदं वक्ष्यामि अशेषतः यत् ज्ञात्वा नेह भूयो अन्यत् ज्ञातव्यम् अवशिष्यते ज्ञानं यत् विज्ञानं द्वयोः अपि अशेषतः किञ्चित् पूर्णतया अहं वक्ष्यामि तत् ज्ञात्वा अन्य किञ्चित् ज्ञातव्यं न अस्ति न स्थास्यति इति बहु सम्यक् अस्ति तथैव अर्थः अस्ति तत्र वाक्यरूपेण वदामि चेत् तत्र अहम् इदं सविज्ञानं ज्ञानं ते अत्र ते इत्यस्य का विभक्तिः द्वितीया विभक्तिः न सारि प्रथमा विभक्ति तृतीया विभक्ति षष्टि वा महोदय चतुर्थी विभक्तिः इति तुभ्यं तव कृते इति प्रायः अस्ति अहम् इदं सविज्ञानं ज्ञानं तुभ्यम् अथवा ते अशेषतः वक्ष्यामि यत् ज्ञात्वा अन्यत् ज्ञातव्यं भूयः नाम पुनः इह न अवशिष्यते इह नाम अत्र अस्मिन् लोके अधुना न अवशिष्यते. स्पष्टमस्ति वा? सविज्ञानम् इत्युक्ते अनुभवस्य सहितं ज्ञानम्. अत्र कोऽपि प्रश्नः वा? अवशिष्यते इत्युक्ते अवशिष्यते यथा लघुबालकः अस्ति, पञ्चवर्षीयः बालकः अस्ति, सः भोजनं खादति किन्तु सर्वं न समापयति. तत्र ओदनं खादनानन्तरम् अपि तत्र स्थालिकायां किञ्चित् ओदनम् अस्ति इति कृत्वा भोजनम् अवशिष्यते, न समाप्तं. माता वदति समापयतु भोः, खादतु यत् अस्ति, यतोहि ओदनम् इदानीमपि अवशिष्यते. अवगच्छति वा? आम्. अत्र अशेष वक्ष्यामि अशेषतः न अशेषतः तदेव नाम अशेष नाम तत्र पूर्णतया इति अर्थः. अवशिष्यते अशेषतः. द्वयोरपि मूलं समानं शिष्टातुः. महोदय, तत्र वदामि इति द्विकर्मकः धातुः अस्ति खलु, तर्हि तत्र ते इति द्वितीयाविभक्ति अपि भवितुम् अर्हति इति चिन्तयामि. किमर्थं तथा न? तथापि अस्ति, समीचीनं. तत्र द्विकर्मकः अस्ति, अहं वदामि, वक्ष्यामि इति अपि भवितुमर्हति. वास्तविक विभक्तिः अस्ति चतुर्थी, तस्मिन् अर्थे अस्ति, किन्तु विकल्पेन द्वितीयविभक्तौ भवितुमर्हति. सत्यं महोदय. विकल्पेन युष्मद् तस्य द्वितीयाविभक्तिरूपौ रूपद्वयम् अस्ति, त्वाम् अथवा त्वा महोदय, ते तु नास्ति. किमस्ति? त्वां वा त्वा ते कुत्र भवति इति अत्र चतुर्थी षष्ठी इति एव अस्ति, तदर्थं मया उक्तम् आसीत्. तादृश अर्थः भवितुम् अर्हति स्म, किन्तु ते इति द्वितीयविभक्त्यन्तरूपं नास्ति. चतुर्थी षष्ठी इति एव अस्ति, द्वयोः मध्ये चतुर्थी इति एव अस्ति. सत्यं. तत्र त्वामिति स्थाने त्वा इति भवति, किन्तु ते इति नास्ति. नो चेत् भवितुमर्हति स्म, किन्तु रूपं नास्ति एव. अस्तु, समीचीनमस्ति. इति तत्र सूक्तिः इति श्रीनिवासमहोदय पठति वा? आमां. सूक्तिः कर्तव्यमेव कर्तव्यं प्राणौः कण्ठगतैरपि. अतः कः मनसि अस्ति वा किमपि? कण्ठगतौरपि अहं न जानामि महोदय. किञ्चित् अवगन्तुं शक्नोति इति अहं मन्ये. कर्तव्यमिति जानाति खलु? कर्तव्यं जानामि महोदय. हा, तत्र पदविच्छेदः कः इति किञ्चित् करोतु. कर्तव्यम् एव कर्तव्यं प्राणौः कण्ठगतैरपि. प्राणैः इति अस्य का विभक्तिः? वचनं च षष्ठीविभक्तिः. षष्ठीविभक्तिः अत्र तत्र मूलरूपम् अस्ति किम्? प्राणेन. किं किं प्राणिन् न न अन्य कोऽपि अत्र मूल अत्र मूलशब्दः कः इति प्राणः हा हा तत्र अकारात् शब्दः सामान्यशब्दः प्राण मूलशब्दः शब्दः अस्ति प्राण ततः अग्रे अग्रे कण्ठगतिरपि कण्ठगति कण्ठगति इति चेत् का विभक्तिः अस्ति अत्र कण्ठगति कण्ठगत तर्हि का विभक्तिः अस्ति तृतीया बहुवचनमेव प्राणैः कण्ठगतैः अपि मरणावस्था अस्ति हा मरणावस्थायाम् अपि प्राणैः कण्ठगतः मरणावस्थायामपि कर्तव्यमेव कर्तव्यं भवति कर्तव्यं तत् कर्तव्यमस्ति हा कर्तव्यमस्ति तत् कर्तव्यमेव अस्ति नाम जीवनसिद्धान्तः जीवनसिद्धान्तः यः भवति कस्यचित् तस्य पालनं कर्तव्यमस्ति मरणावस्थायामपि स्पष्टं स्यात् अस्तु अग्रे गच्छेम तर्हि इदानीम् अग्रिमविषयः अस्ति शत्र शत्रान्तरूपाणि तत्र शत्र इति कश्चन प्रत्ययः अस्ति शत्र इति कश्चन प्रत्ययः अस्ति स च प्रत्ययः वर्तमानकाल अर्थे अस्ति वर्तमाने अस्य अर्थः अस्ति तर्हि उदाहरणार्थं यदि वदामि अपि च तत्तु विशेषणं भवति यथा वदामि तत्र बालकः गच्छति बालकः खादन् गच्छति नाम यस्मिन् काले सः गच्छति तस्मिन्नेव काले सः खादति अपि युगपत् समानकाले क्रियाद्वयं बालकः खादन् गच्छति इति वाक्यमस्ति स्पष्टं स्यात् बालकः गच्छन् हसति सः हसति अपि गच्छति अपि युगपत् समानकाले अपि च तत्तु विशेषणमस्ति विशेषणमपि अस्ति अस्तु समीचीनमस्ति इदानीं आदित्यमहोदय अस्ति वा महोदय अस्ति अस्तु तर्हि लक्ष्मी भगिनी इदानीं षष्ठी अधिकशततमे पुटे अवधेयमिति तत्र अस्ति पठति वा आं महोदय एतेषु वाक्येषु स्थूलाक्षरैः मुद्रितानि लिखन् क्षालयन्ति चलत् इत्यादीनि सत्रप्रत्ययान्तानि रूपाणि वर्तमानकालार्थे परस्मैपदीधातूनां सत्रप्रत्ययः भवति सत्र इत्यत्र अत् भागः अवशिष्यते सत्रयोगात् सत्रन्तं प्रातिपदिकं सिध्यति विशेषणरूपेण सत्रन्तस्य प्रयोगः भवति अतः एतस्य रूपाणि त्रिषु लिङ्गेषु अपि भवन्ति यथा पश्यति पश्यन् पुंलिङ्गं पश्यन्ति स्त्रीलिङ्गं पश्यत् नपुंसकलिङ्गम्. अस्तु, समीचीनमस्ति. त्रिषु लिङ्गेषु किमर्थं भवति इति चेत् तत्र विशेषणमस्ति. तत्र धातुतः आगतः, किन्तु इदानीं विशेषणमस्ति. यथा दृष्धातुः योगः शत्रुप्रत्ययः पश्यत् तत्र मूलरूपमस्ति तकारान्तः पश्यत् प्रातिपदिकम्. अनन्तरं पुल्लिङ्गे पश्यन्, स्त्रीलिङ्गे पश्यन्ति, नपुंसकलिङ्गे पश्यत् इति रूपाणि भवन्ति. तत्र उदाहरणरीत्या मया वाक्यम् उक्तमासीत्, बालकः खादन् गच्छति इति युगपत् क्रियाद्वयं यदा भवति तदा तादृश प्रयोगः अस्माभिः क्रियते. इदानीं रूपं कथं करणीयमस्ति. अस्तु, प्रथमतया सामान्यवाक्यानि पश्येम, अनन्तरं वदामि. अत्र तस्मात् पूर्वं यत् पृष्ठं तत्र उदाहरणानि सन्ति, तानि पठेम. अत्र अभिनवमहोदय अस्ति वा? आम्. अस्तु, तर्हि अत्र नवपञ्चाशदधिकशततमे पुटे तत्र उदाहरणमस्ति, यानं गच्छति, पश्यति वा? कः पृष्ठः महोदय? तस्मात् पूर्वं आं छात्रः पाठं लिखति. यानं गच्छति. कुत्र अस्ति? अत्र नवपञ्चाशत् अधिकशततमे पुटे अस्ति. तत्र चित्राणि चत्वारि सन्ति. आम् तत्रैव पठतु एतानि वाक्यानि. यानं गच्छति. एतानि वाक्यानि इति पठतु उपरि उपरि. एतानि वाक्यानि पठत् जानीत् च. कृष्णः धावन् अस्ति. अर्जुनः नमन् गच्छति. सरस्वती वीणां वादयन्ती गायति. कृष्णः पाञ्चजन्यं धमन् अस्ति. अस्तु, यानं गच्छति. युगपत् वस्तुतः युगपत् अत्र धावन् अस्ति, पाञ्चजन्यं धमन् अस्ति इति तत्र लोके श्रूयते, बहवः जनाः वदन्ति तथा यत्. किन्तु तत्र तदर्थं पाणिनीयसूत्रं किमपि नास्ति, न भवति वस्तुतः. तत्र अर्जुनः नमन् पृच्छति, तत्र वीणां वादयन्ती गायति इति एतत् सर्वं भवति. हा, अग्रे पठतु महोदय. कृष्णः पाञ्चजन्यं धमन् अस्ति. न न न, अग्रे अग्रे. यानं गच्छति, यानं धूमं वमति. गच्छत् यानं धूमं वमति. नाम यस्मिन् काले यानं गच्छति तस्मिन्नेव काले धूमं वमति. इति शत्रन्तरूपमस्ति. तत्र धूमं, क्षम्यतां, तत्र गच्छत् इति, गच्छत् यानं, तत्र गच्छत् इति नपुंसकलिङ्गे अस्ति, यतो हि यानं नपुंसकलिङ्गशब्दः अस्ति. नो चेत् पुल्लिङ्गे गच्छन्, स्त्रीलिङ्गे गच्छन्ति, अत्र नपुंसकलिङ्गे गच्छत् यानं. अस्तु, समीचीनमस्ति. सहदेव महोदय अग्रे. महोदय, इत्यपि वक्तुं शक्नोमि वा? धूमं वमत् यानं गच्छति. अवश्यम् अवश्यम् अवश्यं, विपरीतत्वेन सर्वदा भवति. तत्र द्वयमपि भवितुं, तत्र अर्थः अपि समानः अस्ति. बालकः खादन् गच्छति, बालकः गच्छन् खादति. अस्तु, सदैव महोदय. आम्, एतानि वाक्यानि उच्चैः पठत. छात्रः पाठं लिखति, चिन्तयति. छात्रः पाठं लिखन् चिन्तयति. नाम यस्मिन् काले लिखति तस्मिन् काले चिन्तयति. अग्रे अग्रे आम् बालकः क्रीडति मित्रम् आह्वयति. बालकः क्रीडन् मित्रम् आह्वयति. सः क्रीडति अपि मित्रम् आह्वयति अपि. युगपत् युगपत् इति समानकाले समीचीनमस्ति. पद्मा भगिनी अग्रे. महोदय भीमः प्रतिज्ञां स्मरति दुर्योधनं ताडयति. भीमः प्रतिज्ञां स्मरन् दुर्योधनं ताडयति. स्पष्टं स्यात्. अग्रे वृद्धः मार्गं पश्यति गच्छति. वृद्धः मार्गं पश्यन् गच्छति. समीचीनम् अस्तु. तर्हि अग्रे पुष्पा भगिनी अग्रे. अस्तु महोदय. वाल्मीकिः स्नानाय गच्छति. क्रौञ्चौ पश्यति. वाल्मीकिः स्नानाय गच्छन् क्रौञ्चौ पश्यति. एकनिमिष महोदय. Can you please hold it for a minute? No, you can't. Sorry, I'm sorry. Valmikihi snanaya gacchati krauncau pashyati. Valmikihi snanaya gacchan krauncau prashyati. Pashyati. Tatra pakshi vishesha asti. Shikshakaha likati patayati. Shikshakaha likhan patayati. अस्तु समीचीनमस्ति. अन्य कोऽपि अस्ति यः न पठितवान् तावता? अस्तु आदित्यमहोदय अस्ति न वा महोदय? अस्तु किम् अभवत् न जाने. अग्रे गच्छेम तर्हि. अस्तु तर्हि सञ्जीव महोदय अग्रे कृपया. नर्तकी नृत्यति गीतं गायति. नर्तकी नृत्यन्ती गीतं गायति. अग्रे महिला वस्त्राणि क्षालयति भाषते. महिला वस्त्राणि क्षालयन्ती भाषते. समीचीनं. मीना भगिनी अग्रे. विमानं गच्छति शब्दं करोति. विमानं गच्छत् शब्दं करोति. यन्त्रं चलति कार्यं करोति. यन्त्रं चलत् कार्यं करोति. समीचीनमस्ति. अत्र त्रिषु अपि लिङ्गेषु तत्र उदाहरणानि सन्ति. तत्र महोदय एकः प्रश्नः अस्ति. अकर्मकधातु चेत् विशेषणभावम् अस्ति. सकर्मकधातु चेत् द्वौ कार्यं समानकाले भवति इति रूपं लिङ्गरूपं भेदं. न न तथा नास्ति. अत्र प्रश्नः अस्ति यत् शत्रुपतयः कस्य विशेषणमस्ति, कर्मपदस्य कृष्णः धावन् अस्ति, छात्रः पाठं लिखन् चिन्तयति. द्वयोः वाक्योः किञ्चित् भेदः विशेषणम्. अत्र छात्रः पाठं लिखन् चिन्तयति. अत्र लिखन् इति कस्य विशेषणमस्ति? पाठम् इति विशेषणं. धावन् लिखन् एकनिमेषः भगिनि. अत्र लिखन् इति पाठं पाठशब्दस्य विशेषणम्. छात्रशब्दस्य विशेषणं छात्रः. लिखन् अत्र वस्तुतः वाक्यम् एवम् अस्ति, पाठं लिखन् छात्रः चिन्तयति. स च छात्रः कीदृशः? पाठं लिखन् अस्ति, लिखन् छात्रः. अत्र क्रीडन् बालकः, बालकः कीदृशः? क्रीडन् यथा उन्नतः, बुद्धिमान्, क्रीडन् अपि तथा विशेषणमस्ति. छात्रः अस्ति चेत् छात्रा पाठं लिखिता चिन्तयति. इदानीं रूपाणि पाठयामि. इदानीम् नाम अग्रे वदामि तत् लिखिता इति न लिखन्ति, किन्तु अत्र कर्त्रार्थे अस्ति न तु कर्मणि अर्थे. कर्तव्यत् अनीय इति कर्मणि अर्थे आसन् इति कृत्वा तत्र यत्र धातुः अकर्मकः अस्ति तत्र भिन्नस्थितिः अस्ति, किन्तु अत्र तथा नास्ति. अत्र तथा नास्ति, यतोहि कर्त्रार्थे अस्ति न तु कर्मणि अर्थे. इदानीं यत्र छात्रः इति यथा पूर्वमपि छात्रः तत्र कस्यामपि विभक्तौ भवितुमर्हति, तत्र कर्मपदं भवितुमर्हति. अहं तत्र छात्रः पाठं लिखन् छात्रः चिन्तयति, किन्तु अत्र अहं छात्रं पश्यामि, अहं छात्रं पश्यामि. तत्र छात्रः कीदृशः अस्ति? पाठं लिखन् अस्ति. तर्हि पाठं लिखन् छात्रः, अहं तं पश्यामि. अखिला भगिनी तत्र मिलित्वा वदतु. पाठं लिखन् छात्रः, एकक्षणं महोदय, अहं पाठं लिखन्तं छात्रं पश्यामि इति वाक्यमस्ति. तत्र लिखन्तम् इति द्वितीयविभक्तौ अस्ति एकवचनम्. अहं तत्र पाठं लिखन्तं छात्रं पश्यामि, समीचीनमस्ति. किन्तु तथापि कर्तृर्थे अस्ति, यथा तव्यत् अनियरति तत्र प्रथमविभक्तौ भवतु नाम, किन्तु कर्मणि अर्थे भवति. अत्र छत्रपतयः तत्र कर्तृर्थे अस्ति, किन्तु लिखन् इति कर्मपदम् एव अस्ति. पाठम् इति लिखन् इत्यस्य कर्मपदम् न, पुनः किमिति, पुनः लिखन् इति कर्मपदं किं? पाठम् इति द्वितीयविभक्ति, तत्र क्त्वा प्रत्ययः, शानच् प्रत्ययः, शत्र प्रत्ययः, अपि च तुमुन् प्रत्ययः. तत्र यद्यपि तुमनन्त यथा गन्तुम् द्रष्टुं लेखितुम् अथवा लेखन् अत्र अस्ति, तत्र कर्मपदं स्वीकुर्वन्ति एते. यद्यपि यथा गन्तुमिति अव्ययपदमस्ति, अत्र विशेषणमस्ति, किन्तु क्रियायाः अर्थे अस्ति इति कृत्वा तत्र कर्मपदं स्वीकरोति. सम्यक् अस्ति, तत्तु सत्यं. यत्र सकर्मकधातुः अस्ति तत्र कर्मपदं स्वीकरोति. अस्तु, इदानीं रूपं कथं भवति इति वदामि. अग्रिमे पुटे पश्यन्तु, यत्र लक्ष्मीभगिनी पठितवती तत्र पश्यति इति पश्यन् पुल्लिङ्गे, पश्यन्ति स्त्रीलिङ्गे, पश्यत् इति नपुंसकलिङ्गे. सुलभमस्ति, कथं भवति इति वदामि. अत्र तत्र पुल्लिङ्गे रूपं कथं भवति इति, लट् लकारः वर्तमानकाले तत्र लट् लकारे बहुवचने यद् रूपमस्ति यथा पश्यन्ति, ति इति भागः अस्ति अन्ते, पश्यन्ति तत्र ति इति भागः अस्ति. तं भागं निष्कासयतु. अनन्तरं यत् यः भागः अवशिष्यते सर्वत्र तदेव शत्रन्तरूपमस्ति. पुलिङ्गे पुलिङ्गे तत्र केवलं तत्र दशधातुगणः सन्ति तत्र दशधातुगणाः सन्ति तत्र तृतीयगणे ज्योतियादिगणे किञ्चित् भिन्नम् अस्ति किन्तु इदानीं तत् मास्तु तद्विहाय सर्वत्र तथा अस्ति तर्हि तत्र चिन्तयति इति अस्य रूपं किं भवति मीना भगिनी वदतु चिन्तय किं ति निष्कास्य चिन्तय इति भवति हा किन्तु मया किमुक्तं बहुवचने ओ चिन्तयन्ति चिन्तयन् इति भवति हा हा अस्तु तर्हि लिक् धातुः लिखति अभिनवमहोदय वदतु किमस्ति लिखन्ति तर्हि शतरन्तरूपं किमस्ति लिखन् हा लिखन्ति इति तत् तस्मात् ति इति भागं निष्कासयति चेत् तत्र लिखन् इति अवशिष्यते खलु समीचीनं तर्हि पिबति इति श्रीनिवासमहोदय वदति वा हा तत्र बहुवचनान्तरूपं वदतु लट् पिबन्ति हा अनन्तरं पिबन् हा तादृशप्रक्रिया चिन्तनीया अस्ति सर्वत्र यतोहि अन्यत्र तादृशं तत्र सौलभ्यं नास्ति सर्वत्र तथा नास्ति किन्तु सिद्धान्तः तिष्ठति एव तर्हि नयति पुष्पा भगिनी वदतु लट् लकारे बहुवचने रूपम् अस्ति किं नयन् नयन्ति लट् लकारस्य बहुवचने रूपं किं लट् लकारस्य नयति बहुवचने नयन्ति नयन्ति तर्हि नयति नयन्ति इति भागं निष्कासयतु नयन् शत्रु पदं नयन्ति शत्रुन्तरूपं किं भवति नयन्ति नयन् नयन्ति मया किमुक्तं शृणोतु भगिनि लट् लकारे बहुवचने रूपं किम् अस्ति लट् लकारे नयति नयतः नयन्ति पुनः पृच्छामि तत्र शब्दत्रयं नापेक्षितमस्ति बहुवचने लट् लकारे रूपं किम् अस्ति लट् लकारे रूपं नयन्ति तत्र उत्तरं सरलमस्ति नयति नयतः नयन्ति इति नयन्ति तत्र ति इति भागं निष्कासयतु नयन् इति शत्रन्तरूपम् अस्ति इदानीं धावति सुब्रह्मण्यमहोदय वदति वा बहुवचन लट् रूपमस्ति धावन्ति शत्ररूपमस्ति ति निष्कास्य धावन् हा इति धावन् अस्ति इदानीं पृच्छति सहदेव महोदय पृच्छति बहुवचनं लट् लकार पृच्छन्ति तर्हि शत्रन्तरूपं पृच्छन् बहु समीचीनमस्ति इदानीं लक्ष्मीभगिनी तत्र क्रीडति बहुवचनरूपं लट्लकारे क्रीडन्ति तीं निष्कास्य शतरन्तरूपं न क्रीडन् क्रीडन् पद्मा भगिनी वदति वदन्ति लट्लकार बहुवचने विसर्ग निष्कास्य वदन् विसर्गः इति किमपि नास्ति अत्र वदन्ति इति तत्र टि भागं निष्कासयति चेत् वदन् इति तिष्ठति वदन् अस्तु समीचीनमस्ति अधुना अभिनवमहोदय अस्ति वा महोदय अत्र करोति करोति कुर्वन्ति टी निष्कास्य कुर्वन् कुर्वन् अत्र अस्य नाम सिद्धान्तस्य महत्त्वम् अत्र अस्ति यत्र यत्र एकवचने अकारः नास्ति नाम पश्यति गच्छति वदति तत्र टी इत्यस्मात् पूर्वम् अकारः अस्ति अत्र करोति तत्र ओकारः अस्ति अतः अस्माकं भ्रमः न स्यात् तदर्थम् अस्माकं सिद्धान्तस्य पालनं भवति चेत् न कापि काठिन्यमस्ति तत्र कुर्वन्ति इत्यस्य कुर्वन् समीचीनमस्ति तर्हि अत्र मीना भगिनी तत्र जानाति जानन्ति न सम्यक् समीचीनमेव जानन्ति जानन् ति निष्कास्य जानन् जानन् जानन् इति भवति समीचीनमस्ति सञ्जीवमहोदय तत्र आप्नोति सुनिदित् भगिनी तु उक्तवती एव स्वास्थ्यं तु सम्यक् एव नाटकं करोति पिताजी अस्तु अस्तु सम्यक् एव तर्हि अग्रे गच्छेम इदानीं क्रीणाति इति पद्मा भगिनी वदतु क्रीणन्ति बहुवचनं क्रीणन्ति शत्रुप्रत्ययं क्रीणन् इति अस्ति सर्वे अवगतवन्तः यदि अस्माकं सिद्धान्तस्य पालनं भवति सर्वत्र तादृशी समस्या न कुत्रापि भविष्यति इदानीं कः अस्ति लक्ष्मीभगिनी तत्र रोदिति बहुवचनरूपं रुदन्ति शत्रुप्रत्ययरूपं रुदन् इति अस्ति अस्तु तादृशमस्ति सर्वत्र महोदय एकः प्रश्नः अस्ति स्तः सन्ति सन् इति रूपं बहुत्र पश्यामि तदपि सन् इति एव अस्ति ओके अस्तु इति पुल्लिङ्गस्य रूपाणि इदानीं स्त्रीलिङ्गे स्त्रीलिङ्गे यथा पश्यन् अस्ति तत्र पश्यन्ती अस्ति खलु तत्र तकारे दीर्घैकारः इति योजनीयः अस्ति तावदेव पश्यन्ती तत्र पश्यन् पश्यन्ती वदन् वदन्ति पिबन् पिबन्ति इति सामान्यरूपमस्ति किन्तु इदम् अवगन्तव्यमस्ति यत् सर्वत्र अयं नकारः तस्य नाम अस्ति नुमागमः नकारः सर्वत्र न भवति स्त्रीलिङ्गे नाम पश्यन्ति किन्तु कुर्वति तत्र नकारः नास्ति कुर्वन् कुर्वति पश्यन् पश्यन्ति, तत्र नकारः, एकस्मिन् नकारः अस्ति, एकस्मिन् नकारः नास्ति, तर्हि कथं ज्ञातुं शक्नुमः कुत्र नकारः भवति कुत्र न भवति स्त्रीलिङ्गे इति चेत्, तत्र एकवचने प्रथमपुरुषस्य एकवचने पश्यति इत्यस्मिन् तत्र ति पश्यति, अत्र एकवचने वदामि, पश्यति इति ति ति इत्यस्मात् पूर्वम् अकारः अस्ति चेत् स्त्रीलिङ्गस्य शत्रन्तरूपे नकारः भवति, तत्र अकारः नास्ति चेत् यथा करोति, तत्र ति इत्यस्मात् पूर्वम् ओकारः न तु अकारः, तदर्थं स्त्रीलिङ्गे नकारः न भविष्यति, न भविष्यति कुत्रापि, कुर्वति कुर्वत्यौ कुर्वत्यः कुर्वतीं कुर्वत्योः कुर्वती इत्यादीनि रूपाणि सन्ति. समीचीनमस्ति, तावदेव भेदः अस्ति, तावानेव भेदः अस्ति. तर्हि तत्र वदति इति अखिला भगिनी वदतु, तत्र स्त्रीलिङ्गे किं भवति? वदति इति ति भागस्य पूर्वम् अकारः अस्ति महोदय, तर्हि वदन्ति इति भवति स्त्रीलिङ्गे. हा, बहु समीचीनमस्ति श्रीनिवासमहोदय. तत्र पिबति पिबति पिबन्ति, हा पिबन्ति. पुनः वदामि यत् पुल्लिङ्गे तस्य रूपस्य अवगमनार्थं बहुवचनान्तरूपं द्रष्टव्यमस्ति, बहुवचनान्तरूपं द्रष्टव्यमस्ति, यथा पश्यन्ति इति अस्य पश्यन्, पिबन्ति इति अस्य पिबन्. इदानीं क्रीडातुः अस्ति कुर्वन्ति इत्यस्य कुर्वन्. स्त्रीलिङ्गे अस्य मूलरूपं भवति पुल्लिङ्गे यद्रूपं, अतः स्त्रीलिङ्गे प्रथमतया बहुवचनान्तरूपं द्रष्टव्यमस्ति, अनन्तरं अतः तत्र यथा पश्यन् पश्यन्ति, पिबन् पिबन्ति, गच्छन् गच्छन्ति इति भवति, तर्हि कुर्वन् कुर्वन्ति. किन्तु तत्र नकारः स्थास्यति न वा इत्यस्य अवगमनार्थं पुनः एकवचने द्रष्टव्यं भविष्यति लट्लकारे. तत्र करोति अस्ति, ति इत्यस्मात् पूर्वम् ओकारः न तु अकारः, अकारः नास्ति इति कृत्वा तत्र नकारः न स्थास्यति. किन्तु प्रथमतया पुल्लिङ्गस्य रूपस्य अवगमनार्थं बहुवचनान्तरूपं द्रष्टव्यमासीत्. तर्हि क्रमः कः स्त्रीलिङ्गे? प्रथमतया बहुवचनान्तरूपं द्रष्टव्यमस्ति कुर्वन्ति, अनन्तरं पुल्लिङ्गे रूपं भवति ति इति निष्कासयति कुर्वन्, अनन्तरं स्त्रीलिङ्गे रूपे भवति तत्र ति तकारे दीर्घकारः इति योजयतु कुर्वन्ति, अनन्तरम् एकवचने करोति, तत्र ति इत्यस्मात् पूर्वम् अकारः अस्ति चेत् नकारः तिष्ठति, अकारः नास्ति चेत् नकारः अपगच्छति, अत्र ओकारः अस्ति इति कृत्वा कुर्वति न तु कुर्वन्ति. क्रमः अवगतः स्यात्. अस्तु, समीचीनमस्ति. तर्हि अत्र चिन्तयति लक्ष्मी भगिनी वदतु. चिन्तयन्ति, हा चिन्तयन्ति इति भवति. तत्र धावति, सुब्रह्मण्यं महोदय धावति, धावति धावन्ति भवति महोदय, धावन्ति भवति. अस्तु, सुनिधि भगिनी तत्र खादति, खादन्ति, बहु समीचीनमस्ति. अस्तु, इदानीं पुष्पा भगिनी तत्र हसति हसन्ति, हसन्ति, समीचीनमस्ति. अभिनवमहोदय तत्र वदति वदन्ति श्रीनिवासमहोदय तत्र नयति नयति नयन्ति अस्तु पद्माभगिनी इच्छति इच्छन्ति अस्तु मीनाभगिनी आप्नोति आप्नुवन्ति आप्नोति ओकारः अतः आप्नुवति एव हा बहु समीचीनमस्ति आप्नुवति इति अस्ति हा सम्यक् अस्ति अस्तु सहदेव महोदय तत्र अस्ति अस्ति अस्ति सन्ति हा सन्ति इति अस्ति न तत्र सति इति अस्ति हा सति यतोहि तत्र अस्ति तत्र ति इति अस्मात् पूर्वं कः वर्णः अस्ति सकारः अतः नकारः न तिष्ठति सति सति हा अस्ति अस्तु तत्र सुब्रह्मण्यं तत्र जानाति जानाति बहुवचनं जानन्ति अस्ति प्रथमम् अनन्तरम् अत्र जानाति प्रथमपुरुषे एकवचने अत्र दीर्घ आकारः अस्ति तत्कारणात् अत्र जानाति भवति महोदय हा जानाति वाक्यं वदतु जानाति बालिका जानाति वदति हा पाठं जानाति वदति इति तादृशमस्ति बहु समीचीनमस्ति अस्तु तावत् अस्ति इदानीं नपुंसकलिङ्गे नपुंसकलिङ्गे सौलभ्यमस्ति तत्र यद् रूपं भवति पुल्लिङ्गे यत्किमपि रूपं भवति पुल्लिङ्गे पश्यन् गच्छन् चिन्तयन् तत्र नकारस्य स्थाने तकारं संयोजयतु तर्हि पश्यन् पश्यत् वदन् वदत् कुर्वन् कुर्वत् इति तावदेव अस्ति बुद्धं खलु अस्तु तर्हि इदानीं लक्ष्मीभगिनी तत्र क्रीणाति क्रीणाति महोदय नपुंसकलिङ्गे क्रीणत् हा क्रीणत् अस्ति अत्र अभिनवमहोदय तत्र खादति खादति इति अस्ति वा महोदय सोरि महोदय म्यूट् म्यूट् अस्ति खादति खादत् खादत् अस्ति अस्तु अखिला भगिनी आप्नोति हा आप्नोति आप्नुवत् आप्नुवत् इति तावदेव अस्ति इदानीं सहदेव महोदय तत्र जानाति जानाति नपुंसकलिङ्ग जानत् हा सम्यक् सम्यक् जानत् अस्तु इदानीं पुल्लिङ्गे नाम प्रथमपुरुषस्य एकवचने वयं ज्ञातवन्तः पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे च इदानीं पुल्लिङ्गे रूपाणि कथं भवन्ति अत्र लिखितमस्ति किम् अवगन्तव्यमस्ति यथा भवत् शब्दः अथवा मरुत् शब्दः भवत् शब्दं तत्र लक्ष्मीभगिनी वदतु तत्र पुल्लिङ्गे भवत् महोदय हा पुल्लिङ्गे रूपाणि वदतु भवान् भवन्तौ भवन्तः अग्रे भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः भवते भवद्भ्यां भवद्भ्यः पञ्चमी भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवतोः भवत्सु. अत्र किम् अवगन्तव्यमस्ति यत् यथा भवत् शब्दः तत्र पश्यन्तु भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः ततः अग्रे नकारः मध्ये नास्ति किन्तु केवलं पञ्चसु रूपेषु नकारः अस्ति. अत्र पुल्लिङ्गे शत्रन्तरूपाणां तथा भवति तादृशी स्थितिः अस्ति. गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ गच्छतः गच्छता गच्छद्भ्यां गच्छद्भिः इति इत्यादीनि रूपाणि सन्ति केवलं पञ्चसु रूपेषु प्रथम पञ्चसु रूपेषु तथा भवति. स्पष्टं स्यात् केवलं तावान् एव भेदः अस्ति यत् भवत् शब्दस्य तत्र आकारः भवति भवान् एकवचने भवान् इति अस्ति अत्र च नास्ति. अतः नाम तत्र साम्यमस्ति अवगमनार्थं तत्र साम्यमस्ति एव. मरुत् शब्दः अपि तथा केवलं किन्तु नकारः मध्ये न भवति मरुत् मरुतौ मरुतः इति. तर्हि अत्र तथा अस्ति. मम मनसि अस्ति यत् भवत् शब्दः मनसि भवति चेत् तत्र काठिन्यं न भवति. इति तादृशी स्थितिः अस्ति सर्वत्र पुल्लिङ्गे. इदानीं स्त्रीलिङ्गस्य रूपाणि नदी शब्दवत् पश्यन्ति नाम नदी नद्यो नद्यः इति तत्र अस्माकं ज्ञातशब्दः अस्ति खलु तत्र पुरातनशब्दः अस्ति नूतनं किमपि नास्ति. नदी शब्दः दीर्घ इकारान्तशब्दः अत्र पश्यन्ति इति तथा अस्ति. यत्र नकारः न भवति यत्र नकारः स्त्रीलिङ्गे किन्तु पुल्लिङ्गे अस्माभिः किं दृष्टं यत् पुल्लिङ्गे पञ्चसु एव रूपेषु नकारः अस्ति. गच्छन् गच्छन्तौ गच्छन्तः गच्छन्तं गच्छन्तौ इति तावदेव अस्ति नकारः. यतोहि अत्र वस्तुतः प्रातिपदिकम् अस्य पदस्य मूलमस्ति गच्छत् नकारः केवलं पञ्चसु रूपेषु भवति. स्त्रीलिङ्गे प्रातिपदिकमस्ति गच्छन्ति मूलरूपमेव तत्र नकारः अस्ति. पुल्लिङ्गस्य मूलरूपे गच्छत् तत्र नकारः नास्ति किन्तु स्त्रियां मूलरूपे नकारः अस्ति गच्छन्ति इति कारणतः तत्र सप्तसु विभक्तिषु त्रिषु वचनेषु सर्वेषु रूपेषु नकारः अस्ति एव इति मनसि भवेत्. अस्तु तर्हि सुब्रह्मण्यं तत्र गच्छन्ति इति रूपाणि वदतु एकवारं. दर्शनस्य आवश्यकता नास्ति तत्र नदी शब्दः. गच्छन्ति गच्छन्त्यौ गच्छन्त्यः गच्छन्ति गच्छन्त्यौ गच्छन्तीः गच्छन्त्या गच्छन्तीभ्यां गच्छन्तीभिः गच्छन्त्यै गच्छन्तीभ्यां गच्छन्तीभ्यः गच्छन्त्याः गच्छन्तीभ्यां गच्छन्तीभ्यः गच्छन्त्याः गच्छन्त्योः गच्छन्तीनां गच्छन्त्यां गच्छन्त्योः गच्छन्तीषु. नदीशब्दः किमपि नास्ति खलु. अतः तत्र स्त्रीलिङ्गान्तरूपाणि बहु तत्र सुलभानि सन्ति. इदानीं नपुंसकलिङ्गे यथा जगत् शब्दः भवति जगत् तादृशमस्ति. अतः जगत् इति मीना भगिनी वदतु. जगति जगन्ति जगत् जगति जगन्ति जगता जगद्भ्यां जगद्भिः जगते जगद्भ्यां जगद्भ्यः जगतः जगद्भ्यां जगद्भ्यः, जगतः जगतोः जगतां, जगति जगतोः जगत्सु. इति तादृशम् एव भवति अत्र नपुंसकलिङ्गे, तत्र न कोऽपि भेदः. अतः अस्तु, इदानीं सुनिधि भगिनी वक्तुमिच्छति वा नपुंसकलिङ्गे? तत्र वदत् इति वदतु, वदत्. तत्र सुन्दरं, बहु समीचीनमस्ति भगिनि. हा अस्तु, तथा अस्ति. तर्हि रूपाणि अस्माभिः ज्ञातानि, हा बहु सम्यक् अस्ति सर्वम्. अत्र न किमपि तिष्ठति. अस्तु, एकं वदामि. अत्र सर्वम् अवगतं वा? कोऽपि प्रश्नः? अत्र केवलं वदामि यत् केचन धातवः, तत्र दशधातुगणाः सन्ति खलु, तत्र कश्चन, तत्र षष्ठः गणः, तस्य नाम अस्ति तुदादिगणः. तत्र अत्र नाम विशिष्ट अवस्था अस्ति तदर्थं, तत्र कुत्र नुमागमः भवति इदानीं न वदामि, यतोहि इदानीं सामान्यरूपाणां ज्ञानं जातमस्ति. अनन्तरं वदामि तथा भवत् कथं भवति इति. इदानीं किञ्चित् अभ्यासं कुर्मः. अत्र तृतीय अभ्यासः अस्ति, तत्र अग्रे तृतीयः अभ्यासः. अभिनवमहोदय तत्र पठतु कृपया अधः. अधः दत्तानां क्रियापदानां शत्रन्त्ररूपाणि लिखत्, यथा पठति पठन् पुल्लिङ्ग्, पठन्ति स्त्रीलिङ्ग्, पठत् नपुंसकलिङ्ग्. न किन्तु अत्र हिन्दी नास्ति खलु, तत्र पुल्लिङ्गे, अत्र पठन् पुल्लिङ्गे, पठन्ति स्त्रीलिङ्गे, पठत् इति नपुंसकलिङ्गे. नपुंसकलिङ्गे नयति, नयन् पुल्लिङ्गे, पठन्ति स्त्रीलिङ्गे, नयन् नयत् नपुंसकलिङ्गे. हा नी धातुः अस्ति, नयन् स्त्रीलिङ्गे कमस्ति, नयति न स्त्रीलिङ्गे किमस्ति, स्त्रीलिङ्गे नयन्ति, नकारः भवति न वा इति कथं जानीमः? स्त्रीलिङ्गे नियमः कः? अकारः भवति अतः पठन्ति भवति, सोरि नयन्ति भवति, क्षम्यताम्. हा नाम अकारः कुत्र? नयति ति पूर्वे अकारः अस्ति. हा नाम एकवचने, बहु समीचीनम्. अस्तु, तत्र सन्दीपमहोदय अग्रे. इच्छति पुल्लिङ्गे, इच्छन् श्रीलिङ्गे, इच्छन्ति नपुंसकलिङ्गे, इच्छत्. समीचीनमस्ति. पद्मा भगिनी अग्रे. हा महोदय, तिष्ठति नपुंसकलिङ्गे, पुल्लिङ्गे तिष्ठन्, स्त्रीलिङ्गे तिष्ठन्ति, नपुंसकलिङ्गे तिष्ठत्. अस्तु, समीचीनमस्ति. अग्रे अखिला भगिनी अग्रे. हा खादति, खादन्, खादन्ति, खादत्. अस्तु, श्रीनिवासमहोदय अग्रे. त्यजति, त्यजन् पुल्लिङ्गे, त्यजन्ति स्त्रीलिङ्गे, त्यजत् पुंसकलिङ्गे. अत्र अत्र किं वदामि, उपरि पठन् पठन्ति पठत् इति दत्तमस्ति, किन्तु अस्माकं मनसि कथम् एतत् सर्वं जातं यथा मया स्पष्टीकृतमस्ति तत् सर्वं मनसि भवेत्, नो चेत् अनन्तरं विस्मरणं भविष्यति. कथं भवति पुल्लिङ्ग् नाम बहुवचनान्तरूपं द्रष्टव्यमस्ति, श्रीलिङ्गे एकवचनान्तरूपं द्रष्टव्यमस्ति लट्लकारे, अनन्तरं नपुंसकलिङ्गे पश्यन् इति पुल्लिङ्गस्य रूपं तत्र नकारस्य स्थाने तकारः इति नियमत्रयं मया उक्तमस्ति. नुमागमः तत्र नकारः स्त्रियां भवति न वा इति कथं ज्ञातव्यमस्ति, मनसि भवेत्. अस्तु, सम्यक् अस्ति. अग्रे सहदेव महोदय, अग्रे. पश्यति पश्यन् पुल्लिङ्ग पश्यन्ति स्त्रीलिङ्ग स्त्रीलिङ्गे स्त्रीलिङ्गे पश्यत् नपुंसकलिङ्गे. समीचीनमस्ति. अस्तु, लक्ष्मी भगिनी अग्रे. नमति पुंलिङ्गे नमन्, स्त्रीलिङ्गे नमन्ति, नपुंसकलिङ्गे नमत्. अस्तु, समीचीनमस्ति. सुब्रह्मण्य महोदय अग्रे. हसति पुंलिङ्गे हसन्, स्त्रीलिङ्गे हसन्ति, नपुंसकलिङ्गे हसत्. अस्तु, समीचीनमस्ति. पुष्पा भगिनी अग्रे. पृच्छति पृच्छन् पुल्लिङ्गे, पृच्छन्ति स्त्रीलिङ्गे, पृच्छत् नपुंसकलिङ्गे. समीचीनमस्ति. अस्तु, इदानीं तत्र अन्तिमं चिन्तयति भगिनि. चिन्तयति पुल्लिङ्गे चिन्तयन्, स्त्रीलिङ्गे चिन्तयन्ति, नपुंसकलिङ्गे चिन्तयत्. बहु समीचीनमस्ति. इदानीम् अग्रे अग्रिमे तत्र कोष्टके किं प्रदर्शनमस्ति, प्रदर्शनमस्ति एते धातवः तादृशाः सन्ति येषाम् एक लट्लकारस्य एकवचने ति इति अस्मात् पूर्वम् अकारः नास्ति, अतः स्त्रीलिङ्गे स्त्रीलिङ्गस्य भागे पश्यन्तु तत्र नकारः न कुत्रापि अस्ति. कुत्रापि अस्ति वा? नास्ति खलु. अतः अपि च प्रथमधातुद्वयं धातुः तत्र दाधातुः भी धातुः तत् जुहोत्यादिगणे अस्ति. जुहोत्यादिगणे तत्र भिन्नव्यवस्था अस्ति. तत्र तत्र नकारः पुल्लिङ्गे अपि न भवति, यथा नपुंसकलिङ्गे रूपं तथा पुल्लिङ्गे अस्ति, केवलम् एकस्मिन् गणे ददाति, बिभेति, दधाति, तादृशरूपाणि सन्ति. अस्तु, तर्हि एकवारं शीघ्रं पठेम. तत्र अखिला भगिनी कृपया पठतु एकवारं. विशेषक्रियापदानि ददाति पुल्लिङ्गे ददत्, स्त्रीलिङ्गे ददति, नपुंसकलिङ्गे ददत्, बिभेति बिभ्यत्, बिभ्यति बिभ्यत्, करोति कुर्वन् कुर्वति कुर्वत्, शृणोति शृण्वन् शृण्वति शृण्वत्, शक्नोति शक्नुवन् शक्नुवति शक्नुवत्, आप्नोति आप्नुवन् आप्नुवति आप्नुवत्, चिनोति चिन्वन् चिन्वति चिन्वत्, जानाति जानन् जानति जानत् क्रीणाति क्रीणन् क्रीणति क्रीणत् अश्नाति अश्नन् अश्नति अश्नत् बध्नाति बध्नन् बध्नति बध्नत् रोदिति रुदन् रुदति रुदत् अस्तु इति अस्ति अग्रिम अभ्यासः तत्र वस्तुतः रूपाणि कथं भवति विभिन्नविभक्तिषु अग्रे आरम्भे द्वितीयाविभक्त्यन्तरूपाणि सन्ति तृतीयाविभक्ति चतुर् अग्रे चतुर्थीविभक्ति पञ्चमी षष्ठी इदानीं समयस्य अभावे अग्रिमे सप्ताहे करिष्यामः इदानीं चतुर्थः अभ्यासः द्रष्टव्यः अस्माभिः इदानीं ततः अग्रे महोदय अत्र विशेषक्रियापदे कुत्र पुल्लिङ्गे नपुंसकलिङ्गे रूपाणि समान भवति ददाति बिभेति केवलं तत्र नाम तृतीय धातुगण यत्र जुहोत्यादिगणः इति किञ्चन तत्र दशधातुगणाः सन्ति तृतीयगणस्य नाम अस्ति जुहोत्यादिगणः यत्र द्वित्वं भवति दाधातुः ददाति द्वित्वं द्विवारम् उच्चारणं भी धातु बिभेति धा धातुः दधाति तादृशरूपाणि सन्ति ज्योत्यादि यत्र द्वित्वं भवति तत्र पुल्लिङ्गे नपुंसकलिङ्गे च समानरूपम् अस्ति समानरूपम् इत्युक्ते तत्र पुल्लिङ्गान्तरूपाणि भवन्ति तत्र नपुंसकलिङ्गे जगत् शब्दवत् किन्तु तत्र मूलरूपं तथा अस्ति ददत् ददत् किन्तु तत्र नपुंसकलिङ्गे जगत् शब्दवत् अपि च तत्र मरुत् शब्दः पुल्लिङ्गे हा अतः ददत् इति एकवारं मीना भगिनी वदतु पुल्लिङ्गे किं कथमस्ति एकवचन तत्र प्रथमविभक्तौ ददतौ ददतः हा समीचीनमस्ति इदानीं नपुंसकलिङ्गे ददत् ददति ददति हा इति रूपाणि सन्ति तत्र वस्तुतः तत्र विकल्पेन अनन्तरं नपुंसकलिङ्गे तत्र ज्योतिरादिगणे विशिष्टव्यवस्था अस्ति इदानीं मास्तु नुमागमः इति कुत्र भवति कुत्र न भवति इति अनन्तरं वदामि तत्र नकारः भवति तत्र बहुवचने विकल्पः कस्य अपि अस्ति इदानीं तत्र समयस्य अभावे अनन्तरं वदिष्यामि तत्र तत्र तुडादिगणे अपि वैशिष्ट्यमस्ति अनन्तरं वदामि इदानीं सामान्यरूपाणि कथं भवन्ति इति इति पश्येम चतुर्थ अभ्यासः तत्र सन्धिमहोदय वदतु कृपया उचितानि शत्रुप्रत्ययान्तरूपाणि उपयुज्य अधोलिखितानि वाक्यानि परिवर्तयत उदाहरणं युधिष्ठिरः मातरं नमति युद्धाय गच्छति युधिष्ठिरः मातरं नमन् युद्धाय गच्छति प्रथमं वाक्यम् अर्जुनः गीतां शृणोति जागरितः भवति अर्जुनः गीतां शृण्वन् जागरितः भवति अस्तु लक्ष्मीभगिनी द्वितीयं वाक्यं महिलाः वार्तालापं कुर्वन्ति महिलाः मन्दिरं गच्छन्ति महिलाः वार्तालापं कुर्वन्त्यः महोदय न न चिन्तयतु भवती जानाति एव अत्र अस्माभिः प्रचुरः अभ्यासः कृतः तत्र तत्र नुमागमः भवति न वा इति कथं जानीमः नुमागमः न भवति किमर्थं कथं जानीमः करोति करोति अस्ति तत्र अकारः नास्ति हा अस्तु तर्हि करोतु नदी शब्दवत् इत्युक्ते किमपि नास्ति. नदी इति स्वरूपं कथमस्ति? तत्र का विभक्तिः, किं वचनम् अपेक्षितम्? प्रथमाविभक्ति बहुवचनं. तर्हि नदी इति वदतु. नद्यः भवति. नदी, नद्यौ, नद्यः. महिलाः वार्तालापं कुर्वत्याः. समीचीनम्. अग्रे. महिलाः वार्तालापं कुर्वत्याः मन्दिरं गच्छन्ति. बहु समीचीनमस्ति. सुब्रह्मण्य महोदय, अग्रे. धेनवः चरन्ति. गोपालः धेनुभ्यः जलं ददाति. धेनवः चरत्यः धेनुभ्यः जलं ददाति. न, पुनः पुनः वदतु. धेनवः चरत्यः धेनुभ्यः जलं, क्षम्यतां महोदय, धेनवः चरन्ति. गोपालः धेनुभ्यः जलं ददाति. अत्र धेनुभ्यः अस्ति. धेनुशब्दस्य लिङ्गं किं? धेनु स्त्रीलिङ्गमस्ति महोदय. धेनु धेनु धेनवः चरत्यः. किन्तु अत्र श्रीलिङ्गे नुमागमः भवति न वा इति कथं जानीमः? अस्तु महोदय, अत्र च नुमागमः भवति. किमर्थं चेत् चरति इति अत्र लोट्लकार प्रथमपुरुषे एकवचने लकारः अस्ति. अत्र लट्लकारे चरतु अस्ति. लट्लकारे चरति, लट् चरति अस्ति, अकारः अस्ति. तत्कारणात् तत्र नुमागमः भवति. धेनवः चरन्त्यः चतुर्थी बहुवचने किं भवति? नदी अपि चिन्तयामि महोदय, एकनिमिषं महोदय. अत्र नदीभ्यः भवति. चरितभ्यः धेनवः. एकवचने प्रथमपुरुषे किं भवति? स्त्रीलिङ्गे चरति इत्यस्य शतरन्तरूपं भवति. एकवचने प्रथमपुरुषे किम् अस्ति स्त्रीलिङ्गे? प्रथमपुरुषे एकवचने अत्र चरन्ती भवति महोदय. चरन्ति इति प्रातिपदिकमस्ति, वस्तुतः प्रातिपदिकं मूलरूपं. सर्वत्र चरन्ति इति एव रूपम् अस्ति. इदानीं तस्य आधारेण चतुर्थी प्रथम बहुवचने. चतुर्थी बहुवचने अत्र नदीवत् भवति. चरन्तीभ्यः चरन्तीभ्यः धेनुभ्यः गोपालः जलं ददाति. समीचीनमस्ति, बहु समीचीनमस्ति. इदानीं तत्र शब्दक्रमः यः कोऽपि भवतु, किन्तु गोपालः इति आरम्भे तिष्ठति, स्थापयतु एकवारं. गोपालः चरन्तीभ्यः धेनुभ्यः जलं ददाति. बहु समीचीनमस्ति. अखिला भगिनी, अग्रे. हा महोदय. मालती उद्यानं गच्छति. मालत्यै पुष्पं रोचते. उद्यानं गच्छत्यै मालत्यै पुष्पं रोचते. बहु समीचीनमस्ति. अस्तु, अग्रे. मीना भगिनी, अग्रे. सैनिकाः धावन्ति. भीष्मः सैनिकान् मारयति. धावन्ति, धावन् इति रूपं. धावन् धावन्तौ धावन्तः धावन्तः भीष्मः धावन् का विभक्तिः? द्वितीयविभक्ति. धावन् धावन्तौ धावन्तः धावन्तौ धावन्तौ धावन्तान् धावन्तान् भीष्मः धावन् न न न अत्र भवान् इति रूपं वदतु. तत्र भवन्तौ भवन्तः भवन्तौ भवन्तौ भवन्तः न भवान् इति न जानति चेत् न भविष्यति. भवान् इति वदतु, भवान् भवन्तौ भवन्तः भवन्तौ भवन् भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवन्तः. न, मया किम् उक्तं, तत्र नकारः केवलं पञ्चसु रूपेषु भवति खलु. आ, भवतः भवन्तौ भवतः. तर्हि दावतः भीष्मः दावतः सैनिकान् मारयति. हा, इदानीं सम्यक् अस्ति. अस्मिन्नेव प्रसङ्गे अस्माकम् अभ्यासः अपेक्षितः अस्ति. अत्र छन्दस्य तत्र सौन्दर्यं, शतरन्तानां तत्र सौन्दर्यं तत्र अस्ति. अस्तु, समयः जातः, अस्माकम् अभ्यासपरिचयः जातः, अभ्यासः अपि किञ्चित् जातः. ततः अग्रे गच्छामि अग्रिमे सप्ताहे. गृहपाठम् अनन्तरं पश्यामि. अस्तु, तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः महोदय. धन्यवादः. नमस्कारः. नमस्कारः.